भवतु, सर्वेभ्यः नमस्कारः. इदानीम् अस्माकं चिन्तनवर्ग अस्माकं चिन्तनवर्गः अत्र प्रचाल्यते. इदानीं विषयः अस्माकम् अवस्थः, वयम् इदानीम् अनुमाननिरूपणे स्मः. इदानीम् अनुमाननिरूपणं वर्गद्वयात् प्राक् प्रारब्धम् इति मन्ये. तत्रापि वाक्यशः गच्छामः इति मन्ये. तत्र तर्कसङ्ग्रहग्रन्थे तथा अनुमाननिरूपणसमये वाक्यद्वयं दत्तम् आरम्भे, नाम अनुमितिकरणम् अनुमानं. तदस्माभिः दृष्टं नाम तत्र सम्यक् न दृष्टम् इतः प्राक्, परन्तु किञ्चित् पदव्युत्पत्ति दृष्ट्या अस्माभिः तत्र परिशीलितम् अनुमानं किं नाम ज्ञानानन्तरं जायमानं ज्ञानम् इति अनुमा, तस्य नाम यस्मात् ज्ञानात् अनन्तरं जायते इदं ज्ञानं, तत् ज्ञानम् अनुमानम् इति वस्तुतः तावदेव अस्माभिः इतः प्राक् उक्तं. नाम तत्र वास्तविकं बहु नोक्तं, परन्तु पदं कथं निष्पद्यते, कस्मात् अयम् अर्थः आगच्छति इति तत्र प्रथमे पाठे अस्माभिः तत्र दृष्टं. तदनन्तरम् इदानीं द्वितीयं वाक्यमस्ति, परमार्षज्ञानं ज्ञानम् अनुमितिः. इदानीं तत्र परमार्षः इति किञ्चन नूतनं पदम् आगच्छति. तस्य तत्र तत् पदं किं महत्त्वपूर्णम् इव इति वर्तते न्यायशास्त्रे. तद् ज्ञानाय अन्यः कश्चन शब्दः अपेक्षितः, सः अपि अत्यन्तं तत्र अध्यातं बहुधा व्यवह्रियते न्यायिकैः, नाम व्याप्तिः. इदानीं तत् ज्ञानार्थम् अस्माभिः अपि पादस्वरूपम् अथवा पादबोधकता अपि च अर्थबोध्यता, अयं सम्बन्धः अथवा इयं स्थितिः अस्माभिः तत्र किञ्चित् इव अपि दृष्टा. वस्तुतः तत्र शाब्दबोधः यदा अस्माभिः पच्यते अग्रे, तदा तत् सर्वं तत्र सविस्तरेण सर्वं वक्ष्यति ग्रन्थकारः, परन्तु इदानीं किञ्चिदेव उक्तवान् सः. तत्र नाम यदा अर्थः पदं यत् अस्ति तस्य पदार्थः यः, तयोः कश्चन सम्बन्धः वर्तते. इदानीं सरलरूपेण वदामः इति चेत् सः सम्बन्धः बोध्यबोधकभावः, तावदेव. तर्हि बोध्यता अर्थे बोधकता शब्दे, बोधकता पदे वा सः शब्दे, शाब्दबोध सूच्यते अथवा शब्दे बोधकता वर्तते. इदानीं परन्तु एतत् सर्वं वस्तुतः अत्र प्रसङ्गेन एव उक्तं. प्रसङ्गः कः? व्याप्तिपदेन कथम् अनेके पदार्थाः बुध्यन्ते, कथम् अनेके पदार्थाः प्रतिपद्यन्ते, कथम् अस्माभिः व्याप्तिपदेन अनेके पदार्थाः अवगम्यन्ते इति वस्तुतः अस्माकं मुख्यं लक्ष्यं वर्तते. तत्र केचन प्रकारः दृष्टाः. तत्र वस्तुतः किम् उच्यते ग्रन्थकृता, तत्र विचित्रं किमपि नास्ति. इदानीं घटं पश्यामः इति चेत् तत्रापि इति अस्मिन् पदे, अस्मिन् बहुधा प्रयुज्यमाने पदे उक्ते अनेके पदार्थः तत्र एव वस्तुतः अवगम्यते. इदानीं सूक्ष्मरीत्या पश्यामः इति चेत् कस्मात् शब्दबोधः, कथं शब्दबोधः उत्पद्यते, नाम कथं घटपदार्थात् शाब्दबोधः उत्पद्यते, तथा तत्र तस्मिन् पदे उच्चरिते सति, तस्मिन् पदे अवगते सति वस्तुतः न केवलं घटपदार्थः अवगम्यते, परन्तु घटः घटत्वम् अपि च तयोः सम्बन्धः कश्चन समवायः इति एतत् सर्वम् उक्तम्. तदनन्तरं केचन अन्ये तत्र कानिचन अन्यानि उदाहरणानि दृष्टानि, यथा किं यथा स्वर्गपदम् एवं, तत्रापि किञ्चन आसीत् तत्र कश्चन आसीत् भेदः. तत्र एकं विशेषताश्रयः एकः, परन्तु प्रकारद्वयं तत्र अस्मिन् विशेष्ये अथवा तत्र तां विशेष्यतां निरूपयतः प्रकारद्वयम् अथवा प्रकारताद्वयं तात् आसीत्. तदनन्तरं गमनपदं, गमनपदम् अपुष् पुष्पवन्त तत्र पुष्पवन्तौ इति पदं, तत्र नित्यद्विवचनपदम् इति मन्ये, अथवा पुष्प तत्र प्रातिपादिकं पुष्पवत् स्यात् इति मन्ये, परन्तु इदं पदं नित्यद्विवचने तत्र सर्वदा तत्र नित्यम् एव द्विवचने प्रयुज्यते, अतः एव पुष्पवन्तौ सर्वदा सः प्रयोगे भवति, न कदापि पुष्पवत् इति तत्र प्रयोगः कुत्रापि न दृश्यते. अतः वस्तुतः तत्र अनेकदा ग्रन्थकृते पुष्पवन्तपदम् इति उक्तं, तत् कथं सङ्गच्छति इति न जाने. वस्तुतः पुष्पवत् पदम् इति वक्तव्यं स्यात् इति मन्ये, परन्तु भवतु नाम कदापि पुष्पवन्त पुष्पवन्तपदं पुष्पवन्त अपि प्रातिपदिकं स्यात्. भवतु, तत्र तु एतत् सर्वम् अन्यत् अस्माकं विषयः कः, तत्र पुष्पवन्तौ इति पदे उच्चार्यते, तत्र द्विशेष्यताश्रयौ द्वौ, अपि च तत्र प्रतिविशेष्यं प्रकारः वर्तते, नाम प्रकारौ अपि द्वौ इति अपि उक्तं. तदनन्तरं गमनपदं, गमनपदं तत्र कश्चन तत्र कश्चन अन्यः प्रकारः वर्तते. इदानीं प्रथमतः लक्ष्मी भगिनी नमस्कारः. नास्ति चिन्ता मास्तु. तत्र गमनपदं, गमनपदं वस्तुतः प्राक्तने वर्गे एवं पचितम् इति मन्ये, तर्हि कोऽपि वक्तुम् इच्छति तत्र का स्थितिः, तत्र किं राजेन्द्रमहोदय भवान् एव किं महोदय, किं वदामि, तत्र गमनपदम् इदानीं तत्र कानिचन पदानि अस्माभिः दृष्टानि, इदानीं गमनपदम् अस्माकं विषये वस्तुतः तत्र महत्त्वपूर्णतमम् इव वर्तते, यतोहि गमनं पदम् इव व्याप्तिपदम् अस्माभिः अवगम्यते. गमनपदेन तत् चत्वारः पदार्थाः उक्ताः, यत् गमनपदेन यत् क्रिया व्यापाररूपेण तत्र उत्तरदेश संयोगजनकत्वं तत्र क्रियायाः तत् संयोगजनकत्वमेव उत्तरदेशं प्रति गमनपदेन सङ्गच्छते. तत्र क्रिया उत्तरदेश आश्रयसंयोगः आश्रयजनकत्वम् आश्रयक्रियाविशेषणं यत् अस्ति, क्रियायाः विशेषणं यः अस्ति तत्र क्रियाः विशेषणम् इत्युक्ते जनकत्वम् अस्ति, जनकत्वं तस्य विशेषणं संयोगः तत् तेन जनकत्वं संयोगेन तत् उत्तरदेशं प्रति गमनक्रिया भवति. एवं वा महोदय? एवं भो. इदानीम् अत्र कति विशेष्यताः सन्ति, कति प्रकारताः च, तत्र नाम अस्मिन् शाब्दबो अस्मिन् पदे उच्चार्यते शाब्दबोधे जाते च. अत्र महोदय, अत्र यथा द्वितीयचित्रे तत्र अस्ति उत्तरदेशनिष्ठप्रकारता निरूपितविशेषता आश्रयसंयोगः निष्ठप्रकारता निरूपितविशेषता आश्रयजनकत्वं निष्ठप्रकारता निरूपितविशेषता आश्रयक्रिया. अत्र तु प्रकारता अत्र प्रकारतात्रयम् अत्र वर्तते. तत्र उत्तरदेशे तत् प्रकारता अस्ति, संयोगे प्रकारता अस्ति, जनकत्वमपि प्रकारता अस्ति. परन्तु अत्र क्रिया क्रियापदेन तत्र प्रकारता नास्ति. तत् अन्यं प्रति विशेषणं विशेषणं न भवति. तत् प्रकारता नास्ति तत् परन्तु यथा क्रिया अस्ति तत् मुख्यविशेषता अस्ति. मुख्यश इत्युक्ते तत्र तत्र अन्यं प्रति विशेषणं न भवति. तथैव अत्र उत्तरप्रदेशः देशे यः प्रकारता अस्ति तत् उत्तरदेशः अपि तस्य मुख्यविशेषणता विशेषणता अस्ति. तत्र तत्र कोऽपि विशेषता न भवति. एवं महोदय. अपि च तत्र पुष्पवत् पदम् अथवा पुष्पवन्तौ पदं यत् तेन अपि विशेषणद्वयं बुध्यते. इदानीम् अनेन पदेन विशेषणत्रयं भवतु नाम, परन्तु एकोत्तरं विशेषणम् अपि अथवा एकोत्तरं विशेष्यम् एकोत्तरं विशेषणं च बुध्यते. तयोः द्वयोः नाम पुष्पवन्तौ इति एकं, गमनम् इति द्वितीयं, तयोः द्वयोः कः भेदः? महोदय, तत्र मुख्यभेदः तत्र यथा यथा पुष्पवन्तौ तत्र सूर्यः अस्ति, सूर्य निष्ठसूर्य सूर्यत्वम् अपि च चन्द्रनिष्ठचन्द्रत्वं प्रकारताद्वयं तत्र तत्र दृश्यते. तत्र विशेषता अपि द्वयम् अस्ति. तत्र नाना मुख्यविशेषता भवन्ति तत्र तस्मिन् सन्दर्भे. परन्तु यथा क्रिया गमनपदेन तत्र मुख्यविशेषता भवति, मुख्यविशेषणता भवति, परन्तु नाना मुख्यविशेषता तत्र न भवन्ति अत्र. आं, धन्यवादः, समीचीनं. तदेव मया श्रोतुम् इष्टम्. एवम् इदानीं तत्र पुष्पवन्तौ इति पदे नानविशेषणता अथवा नानविशेषणताः सन्ति. मुख्यविशेषणता इति चेत् नाम तयोः निरूप्यनिरूपकभावः कोऽपि नास्ति. इदानीं विशेषणता द्वयाम् एव अत्र अस्ति. तयोः अस्ति, यद्यपि अस्ति कश्चन सम्बन्धः एकपादबोध्य एकपादबोध्यता वा, तत्रापि परम्परासम्बन्धः कश्चन शक्यः उपस्थापयितुं. परन्तु निरूप्यनिरूपकभावः यथा तत्र विशेष यथा गमनपादबोधे तत्र यथा विशेष तत्र अनेकासां विशेषयता नाम यथा निरूप्यनिरूपकभावः भवति तथा पुष्पवन्तौ इति तत्र जयमाने बोधे नास्ति अयं निरूप्यनिरूपकभावः इति तत्र ज्ञेयम् अस्माभिः. अपि च तत्र सामान्यतः किञ्चित् वदामि एव, परन्तु सामान्यतः यदा नैयायिकैः वसन् न तु नैयायिकैः वैयाकरणैः अपि अयं गतिः स्वीक्रियते इति मन्ये. यदा तत्र साकर्मकक्रिया कश्चन तत्र परिशील्यते तत्र वस्तुतः सर्वदा अयम् इयं रीतिः तत्र अङ्गीक्रियते. नाम क्रियापदेन सर्वदा वस्तुतः क्रिय तत्र वस्तु अथवा पदार्थद्वयं मुख्यतया बोध्यते. एकमस्ति फलम्, अन्यत् अस्ति तत् अनुकूलव्यापारः अथवा तज्जनकव्यापारः. यथा अत्र गमनपदेन फलं यद् बुध्यते तत् उत्तरदेशसंयोगः. नाम इदानीं यदा गमनक्रिया अस्ति तत्र अनेन अनेन अनया क्रियया किं लक्ष्यम् अथवा अनया क्रियया किं फलं प्राप्यते नाम उत्तरदेशे उत्तरदेशेन संयोगः तत्र जायते. अत एव उत्तरदेशसंयोगः यः सः फलत्वेन अत्र अङ्गीक्रियते. अपि च क्रिया अथवा व्यापारः तत्र गमनपदेन एव बुध्यते सा कः तत्र सः व्यापारः कः अनुकूलव्यापारः इति तावदेव सर्वदा उच्यते अथवा यदा पचनक्रिया अस्माभिः परिशील्यते तत्रापि फलम् अस्ति विक्लिच्चिः इति उच्यते विक्लिच्चिः नाम तत्र सोफ्ट्निङ्ग् तत्र ओदनं यदा पच्यते तत्र ओदनं पाचनक्रियायाः प्राक् किञ्चित् स्थूलरीत्या तत्र दृश्यते पाचनक्रियायाः अनन्तरं सः मृदु तत्र तण्डुलः मृदुः भवति अथवा तत्र ओदनं मृदु दृश्यते अत एव इदम् एव पाचनक्रियायाः फलत्वेन स्वीक्रियते नाम विक्लिप्तिः अथवा अतः यदा इदानीं देवदत्तः पच्यति ओदनं पच्यति इत्यनेन पदेन एकः प्रथमः अर्थः बुध्यते नाम ओके तत्र तण्डुलः स्वीक्रियते तण्डुलः विक्लिप्ति भवति तत्र तण्डुलस्य विक्लिप्तिभावः इति एकम् अन्यः अर्थः वर्तते तद् अनुकूलव्यापारः विक्लिच्चि तण्डुल अनुकूल तण्डुलविक्लिच्चि भावनानुकूलव्यापारः कोऽयं व्यापारः यत्किमपि देवदत्तेन क्रियते तत्र किं स्थाली आनयनं तण्डुल आनयनम् अपि च तत्र प्रज्वलनं यत्किमपि देवदत्तेन क्रियते सा सामग्री वस्तुतः तत्र विक्लिच्चि अनुकूलव्यापारः इति उच्यते अत एव तत्र सर्वदा इदानीं यदा तत्र तादृशस्थितिः सामान्यतः सकर्मकक्रियासु एव वर्तते अपि च तत्र फलं यत्र आश्रियते तत् सर्वदा कर्म भवति नाम वाक्ये इदानीं फलविक्लिचिः कुत्र आश्रितः तत्र तण्डुले अत एव तण्डुलं पचति इति प्रयोगे तण्डुलपदं कर्म भवति वाक्ये इदानीं व्यापारः विक्लिच्य अनुकूलव्यापारः अथवा सूत्रदेश अनुकूलव्यापारः यत्र सः कर्ता इति परन्तु इदानीं किमर्थम् एतद् वदामि यतोहि अत्र उत्तरदेशसंयोग अनुकूलव्यापारः उत्तरदेशसंयोगजन्यव्यापारः तत्र कापि विचित्रिता तत्र किमपि वैचित्र्यं नास्ति सा सर्वदा यदा क्रिया नायायिकैः निरूप्यते यदा धातुपदानि तत्र किमपि क्रियापदानि नायायिकैः यदा परिशील्यन्ते तदा सर्वदा अयं प्रकारः आश्रितः नाम फल तद् अनुकूलव्यापारश्च अपि च तयोः कश्चन सम्बन्धः जन्यजनकभावः सो अत्र गमनक्रियायाम् उत्तरदेशसंयोगद फलित अर्थमस्ति तस्य जनकत्वं क्रिया अस्ति क्रिया वा व्यापारः तत्र पर्याय पदम् तत्र कर्म किम् अस्ति कर्ता किम् अस्ति कर्ता क्रिया देवदत्तः देवदत्तः तत्र वसतः तत्र किञ्चित् वसतः इदानीं तत्र गात्यार्थकेषु क्रियापदेषु तत्र काचन क्लिष्टता वसतः वर्तते यतोहि कुत्र उत्तरदेशसंयोगः कुत्र आश्रितः ग्रामे वा अन्यत्र कुत्रापि वा परन्तु तथापि वक्तुं शक्यते इदानीं देवदत्तः ग्रामं गच्छति इदानीं उत्तरदेशसंयोगः ग्रामे अस्ति अत एव ग्रामः अत्र फालाश्रयः देवदत्ते तु उत्तरदेशसंयोगजनकव्यापारः उत्तरदेशसंयोग अनुकूलव्यापारः कुत्र अस्ति देवदत्ते देवदत्तस्तु गच्छति देवदत्तस्तु तत्र पादव्यापारं तत्र पादे व्याप्रियते तथा भवतु इदानीं अग्रे गच्छामः वा? आमाम् तर्हि तत्र व्याप्तिपदेन के पदार्थः बोध्यन्ते इति तत्र पेज् 184 वर्तते, तत्र तस्मात् आरभ्य एव पठामः. तत्र वासवरं महोदय, क्षम्यतां, बालसुब्रह्मण्य केवलं शृणोमि महोदय अद्य. क्षम्यताम्, भवतु, आम् क्षम्यतां, भवतु, तर्हि सरला भगिनी. अस्तु, व्याप्तिपदेन के पदार्थाः बोध्यन्ते? के ते पदार्थाः ये व्याप्तिपदेन बोध्यन्ते? साध्यम्, अभावः, अधिकरणं, वृत्तित्वम्, अभाव इति पञ्चपदार्थाः. प्रथमाभावस्य साध्यं प्रतियोगी, द्वितीयाभावस्य वृत्तित्वम् अधेयत्वं प्रतियोगी भवति. साध्यस्य य अभावः तस्य यत् अधिकरणं तन्निरूपिता, या वृत्तिता तस्या अभावः इति विशेषविशेषणभावपन्ना पञ्चपदार्था व्याप्तिपदेन उच्यन्ते. इदानीं यथा गमन क्रियायां वयं ज्ञातवन्तः चार पदार्थाः बोध्यन्ते तत्र, यथा क्रिया, जनकत्वं, संयोग, उत्तरदेशात् व्याप्तिपदेन इति वयं पञ्चपदार्थानां बोधनं भवति. साध्यम्, अभाव, अधिकरण, वृत्तित्वम्, अभाव. अत्र साध्यम् अस्ति वहनी, अभाव अस्ति वहन्या अभाव. प्रथमम् अभाव, अत्र द्वे अभाव, द्वौ अभावौ निर्दिष्टम् अस्ति. प्रथम पूर्व अभाव यः अस्ति तत् अस्ति साध्या अभाव. तत् साध्या अभाव अधिकरणं कुत्र भवति? यत्र वहनी, अस्माकम् उदाहरणे वहनी साध्यम् अस्ति. वहन्याः अभावः भवति जगति, हृदादि सकल पदार्थाः यत्र वहनी न भवति, यथा हृदं, भूतलं, पुस्तकम् इति इत्यादि. अस्माकं चित्रे हृदादि इति उदाहरणम् अस्ति. सो तत् भवति अधिकरणं, वहिन्या अभाव अधिकरणं. यत्र वहिन्या अभाव अधिकरणम् अस्ति तत्र ये यथा हृदम् अस्ति, हृदं भवति जलं, सो जले भवति वृत्तित्वं. सो वहिन्या अभाव वृत्तित्वं वा आधेयता भवति तत् अधिकरणे, हृदये यत् अधिकरणम् अस्ति तस्य अभाव, वहिन्या अभाव अधिकरण वृत्तित्व अभाव भवति द्वितीय अभाव. तत् अभाव भवति धूमे, अस्माकं प्रकृते उदाहरणे हेतु अस्ति. सो प्रथमाभावस्य साध्यं प्रतियोगी यथा, सो यदि वहनी अस्ति साध्यं, तस्य अभावः भवति अनियोगी, वहनी भवति प्रतियोगी. सो प्रथमा अभावः अस्ति वहन्या अभावः, तस्य प्रतियोगी अस्ति वहनी. द्वितीय अभावस्य वृत्तित्वम् आधेयत्वं प्रतियोगी भवति. यथा यदि वयं चित्रे पश्यामः वहनी इति प्रतियोगी, तस्य अभावः प्रतियोगी अभावः, तस्य प्रथमा अभावः, तस्य अनन्तरम् अस्ति हृदादि, तत् भवति अधिकरणम्. अधिकरणं भवति, अधिकरणं निरूपति वृत्तित्वं, वृत्तित्वं वा आधेयता समान पर्याय पदानि सन्ति. तत् तस्य वृत्तित्वस्य अभावः भवति तृतीय अभावः. तत् अभावः अस्ति धूमे, तत् द्वयोमध्ये स्वरूपसम्बन्ध इति दृश्यं. सो साध्यस्य य अभावः तस्य यत् अधिकरणं तन्निरूपता या वृत्तिता तस्या अभावः. यथा वर्गे महोदय उक्तवान् व्याप्ति लक्षणम् अस्ति साध्याभावः अवृत्तित्वम् इति. सो अत्र इति व्याप्ति इति निर्दिष्टं भवति. साध्याभाव कीदृशसाध्याभाव यः यस्मिन् वह्नि नास्ति तस्य तस्य साध्याभावस्य अधिकरणं हृदयं तस् कीदृशहृदयं यस्मिन् साध्या अभावः अस्ति तस्मिन् कीदृशवृत्तित्वं यत्र अधिकरणं साध्याभाव अधिकरणमस्ति तस्य वृत्तित्वं कीदृशभाव यस्य साध्याभाव अधिकरण वृत्तित्वं स्य अभावः अस्ति तत् अपि धूम इति विशेषविशेषभाव इति निष्पन्नं भवति. वह्नी अत्र भवति विशेषणं, धूम भवति मुख्यविशेष्यम् इति. साधु एवम् एवं भगिनि, तत्र महोदयेन यदुक्तं तत्र असाध्य किं साध्य अभाववत् वृत्तित्वं यत्ति इदानीं भवत्या उक्तं सद्यभाव अवृत्तित्वं, परन्तु तत्र यत्र अस्य वाक्यस्य व्याख्या दत्ता तत्रापि आधिकरणम् इति पदम् आगतम्. इदानीम् आधिकरणं यत् पदं तत् वत् इति अनेन प्रत्ययेन तत्र बोध्यते. नाम किं सद्य अभाववत् अवृत्तित्वं, नाम यस्य साध्याभाववती पदार्थे वृत्तित्वं नास्ति सः. अपि च तत्र भगिनि इदानीम् अस्मिन् चित्रे वामभागे वा दक्षिणभागे वा इदानीं यः ये पदार्थः व्याप्ति व्याप्तिपदेन बोध्यन्ते ते कियत्पर्यन्तं गच्छति, इदानीं साध्यम् आरभ्य कियत्पर्यन्तं व्याप्तिः इदानीं पुनरेकवारं किं लक्षणं व्याप्तेः? व्याप्तेः लक्षणं साध्याभाव अवृत्तित्वं. तर्हि वस्तुतः अभावपर्यन्तम् एव व्याप्तिः इति तत्र इति पदस्य अर्थः भवति. अस्तु इदानीं हेत् अतः एव एकनिमिषं संशयः अस्ति. साध्यस्य लक्षणं किम् अस्ति? साध्यस्य लक्षणं वस्तुतः साध्यस्य लक्षणं तत्र लक्षणं सम्यक् अस्माभिः उक्तं, परन्तु इदानीं प्रथमतः उदाहरणे साध्यं भवति किं वाहिनी महोदय अत्र लिखितमासीत् अनुमितेः पूर्वम् अज्ञातं यत् अनुमितो यत् अनुमितौ लक्ष्यं भवति. इदानीं पर्वतः वाह्निमान्, इदानीं पर्वतः तु दृष्टः, परन्तु पर्वतस्य गुणः गुणः नर्तव्यं धर्मः वाह्निमत्वम् इदम् अयं धर्मः न ज्ञातः, अयं धर्मः अनुमिति अनन्तरम् एव ज्ञायते. अत एव यत् अनुमिति अनन्तरं न तु प्राक् ज्ञायते तत् साध्यं तत् लक्ष्यं वा तद् ज्ञानविषयः अनुमितिविषयः अनुमिति मुख्यविषयः इति अपि वक्तुं शक्यते. पुनः महोदय साध्यम् इति ज्ञानस्य विषयः यत् अनुमितेः पूर्वं ज्ञायते. न यत् अनुमितेः पूर्वं न ज्ञायते. इदानीं पर्वतः वह्निमान् इति अयम् अकारः प्रसिद्धः अकारः अनुमितेः. इदानीम् अस्मिन् ज्ञाने तत्र वास्तुस्थितिः कीदृशी? प्रथमतः अहं पर्वतं पश्यामि, पर्वतः तु ज्ञातः, अयं प्रत्यक्षविषयः, पर्वतः प्रत्यक्षविषयः. अपि च पर्वतम् उपरि पश्यामि इति चेत् तर्हि धूमः धूमरेखः कश्चन वर्तते, भवतु नाम सापि धूमरेखः प्रत्यक्षविषयः. इदानीं धूमं दृष्ट्वा पर्वतं च दृष्ट्वा अन्यत् किमपि प्रत्यक्ष तत्र प्रत्यक्ष अयोग्यविषयकज्ञानम् उत्पद्यते, ओ तर्हि पर्वतः वह्निमान्. इदानीम् अयम् इदं ज्ञानम् अनुमितिः इति पदेन व्यवह्रियते. अस्मिन् ज्ञाने यत् प्राक् न ज्ञातं नाम वह्निमत्वम् अथवा वह्निषि सः साध्यम् अथवा साध्ययम् सः साध्यः वा अथवा सः साध्यं किमर्थम् महोदय अस्तु तत्तत् समीचीनं किन्तु पूर्वं भवान् उक्तवान् साध्य अभावे अवृत्तित्वम् इति इदानीम् अनुमितिः ज्ञातुम् अनुमितिं ज्ञातुम् इदानीं परामर्शः कश्चन नूतनः शब्दः अपेक्षितः भवति तत् ज्ञातुं अथवा तज्ज्ञानाय अपि व्याप्तिः इति पदम् अपेक्ष्यते इदानीं व्याप्तिम् अथवा व्याप्तिनिरूपणे एव भवामः व्याप्तिः इति पदार्थः इदानीम् अस्य इदानीं यत् लक्षणम् उक्तं तत्तु व्याप्तेः लक्षणम् आसीत् सद्य अभाववत् अवृत्तित्वं व्याप्तिः व्याप्तिः कश्चन सम्बन्धः वर्तते भगिनि इदं लक्षणं वस्तुतः अपि पुस्तके अस्ति यदि द्रष्टुमिच्छति तत्र पेज् कुत्र पेज् 190 मध्ये पश्यतु 190 तत्र द्वितीयपरिच्छेदे प्रथमं पदम् अथवा द्वे पदे एव भवती एव पतति वह्निः अभावः न न न पेज् 190 साध्य अभाव अधिकरणवृत्तित्वभावः अधिकरणवृत्तित्वाभावः व्याप्तिः इति तावदेव इदानीम् इदाम् एव लक्षणम् अस्माभिः परिशील्यते इदाम् एव व्याप्तेः लक्षणं सद्य अभावाधिकरणवृत्तित्वाभावः अथवा यथा महोदयेन उक्तम् आसीत् सद्य अभाववत् अवृत्तित्वं सद्य अभाववत् अवृत्तित्वं सद्य अभाववान् कः सद्य अभावाधिकरणं सद्य अभाववत् अधिकरणं सज्जाभावाधिकरणम् अथवा सज्जाभावावत् इति समानार्थकौ शब्दौ यथा गतवत् भूतलम् अथवा गताधिकरणं भूतलम् भगिनि गतवत् भूतलं तत्र गतवत् भूतलं तत्र अधिकरणं इदानीम् अस्मिन् वाक्ये गतवत् भूतलम् अस्मिन् वाक्ये वत् स्थाने अधिकरणम् अपि वक्तुं शक्यते घताधिकरणं भूतलम् अथवा गतवत् भूतलं तत्र नास्ति कोऽपि भेदः अस्तु तथा एव अधिकरणम् अस्ति भूतलं खलु आदेयः अस्तु अतः एव इदानीं इदानीं तत्र प्रथमतः इदानीं सामान्यं लक्षणम् अस्माभिः ज्ञेयम् इदानीं व्याप्तेः सामान्यं लक्षणं दत्तम् अत्र परिशील्यते तत्र उक्तम् अनेकवारम् उक्तं महोदयेन वस्तुतः इदं लक्षणं न किं भवति न समीचीनम् इति अग्रे अपि वक्ष्यति ग्रन्थकारः परन्तु इदानीं तत्र सर्वरूपेण अस्माभिः इदं लक्षणम् एव अभ्युपगम्यते इदानीं सामान्यं लक्षणं किं सद्य अभावाधिकरणावृत्तित्वं व्याप्तित्वम् अथवा सद्य अवृत्तित्वं व्याप्तिः इति उक्तम् इदानीम् इदं लक्षणं तत्र परीक्षां कुर्मः इति चेत् प्रथमतः पश्यामः भवतु साध्यं किं वाह्निः तस्य अभावः कुत्र कुत्रापि ह्रदादिषु घते वा घते यत्र कुत्रापि वाह्निः नास्ति तत्सर्वं सद्याधिकरण असाध्याभावाधिकरणं भवति एवं वा इदानीं यत् सद्याभावाधिकरणे न भवति अथवा सद्य साध्य अभाव अधिकारण अवृत्तित्वं कुत्र अस्ति? साधके अस्ति, धूमे अस्ति. इदानीं यत्र वाह्निः न, इदानीम् ओके भवतु नाम अन्यत् किञ्चित् वदामि, तत्र सः प्रसङ्गः अस्ति एव. तदपि द्रोणमहोदयेन तत्र किञ्चित् उक्तं, यदा का विद्याभगिनी इति मन्ये पृष्टवती, इदानीं सामान्यतः अस्माभिः व्याप्तिविषये तत्र चिन्त्यते इति चेत् तर्हि सर्वदा तत्र यत्र यत्र धूमः तत्र तत्र वाह्निः इति आकारः अस्माभिः तत्र सर्वप्रसिद्धः वर्तते. वस्तुतः तु तत्र अग्रे चिन्त्यते, अपि च प्राक् एव उक्तं तत्र अन्वयव्यतिरेकौ इति द्वौ प्रकारौ स्तः. अत एव अनुमानं पश्यामः इति चेत् तत्रापि, अथवा हेतुं पश्यामः इति चेत् तत्रापि अन्वयव्यतिरेकी हेतु भवति, अपि च केवल अन्वयी हेतु, अपि च केवलव्यतिरेकी हेतुः. इदानीं इदानीं वाह्नि धूमयोः सम्बन्धः व्याप्तिः यः, तत्र उभयरीत्या एव व्याप्तिः उपस्थापयितुं शक्यते. नाम अन्वयं पश्यामः इति चेत् तर्हि यत्र यत्र धूमः तत्र तत्र वाह्निः. इदानीं तत्र आङ्ग्लभाषायां पोसिटिव् कन्कोमिटेन्स् इति उच्यते कदाचित्. इदानीं कथां ज्ञायते, इदानीं कस्मात्, इदानीं कथाम् इदं ज्ञानम् उत्पद्यते, धूमं दृष्ट्वा कथां ज्ञायते अस्माभिः, ओ तथा तत्र अवश्यम् एव वाह्निः भवति. कस्मात्? यतोहि किम् अन्वयज्ञानम् अस्माभिः तत्र व्याप्तिः, परम् अन्वयव्याप्तिः अस्माभिः ज्ञायते. यत्र यत्र धूमः तत्र तत्र वाह्निः इति एकम्. अपि च ज्ञायते अस्माभिः यत् यत्र वाह्निः नास्ति तत्र धूमः कदापि न उत्पद्यते. इदं ज्ञानं व्यतिरेकव्याप्तिः इति उच्यते. अत एव अस्य आकारः कः? यत्र यत्र वाह्निः नास्ति तत्र तत्र धूमः नास्ति. वस्तुतः यत् इदं लक्षणम् अस्माभिः इदानीं परिशील्यते, सद्याभाववत् अवृत्तित्वं व्याप्तिः, तद् एव केवल व्यतिरेकी हेतोः अथवा केवलव्यतिरेक व्याप्तेः लक्षणं भवति. नाम यत्र यत्र धूमः, यत्र यत्र वाह्निः नास्ति सद्याभावाधिकरणं यत् तत्र तत्र धूमः नास्ति. सद्याभाव अधिकरणं यत् तत्र हेतु अवृत्तित्वम् अपि अस्ति. महोदय, व्यतिरेक व्याप्त्याः लक्षण व्याप्तेः लक्षणवाक्यमस्ति साध्याभाव साध्याभावत् अवृत्तित्वं. तत् व्याप्तेः लक्षणं वा अव्याप्तेः लक्षणं वा इति इत्युक्ते व्यतिरेक व्याप्तेः लक्षणम् एव, परन्तु एतत् द्रोणमहोदयेन अनेकवारम् उक्तं. वस्तुतः तत्र नायायिकैः इदानीम् अस्मिन् ग्रन्थे तत् स्वीक्रियते न वा इति इदानीं सम्यक् न जाने, परन्तु सामान्यतः इदं लक्षणं न साधु इति अग्रे वक्ष्यते इति मन्ये अस्माभिः, अथवा तत्र दृश्यते. यतोहि अयम् इदं लक्षणं केवलं केवल अन्वयं न केवलव्यतिरेकिहेतौ सङ्गच्छते. तत्र केचन क्लेशः सन्ति इदानीं तत्र तत्सर्वम् अग्रे पश्यामः इति. अव्याप्तिदोषः भवति यथा यत्र कदाचित् केवलान्वयी अनुमानं पश्यामः इति चेत्, नाम यत्र विपक्षं नास्ति, यत्र नास्ति किञ्चन वास्तु अस्मिन् लोके यस्य तत्र सद्याभावः यत्र न सङ्गच्छति. तत्र भवतु नाम उदाहरणं ददामि. किं घातः अभिधेयः प्रमेयत्वात् आगच्छति? घटः अभिधेयः प्रमेयत्वात्, अत्र पक्षः कः? लक्ष्मी भगिनी अथवा सर्वा भगिनी रजेन्द्रमहोदय घटः अभिधेयः प्रमेयत्वात्, पार्वतः वह्निमान् धूमवत्वात्, पार्वतः पक्षः वाह्निषि साध्यं धूम हेतुः वा घट भवति पक्ष अभिधेयम् अभिधेयं भवति साध्यं प्रमेय भवति हेतु एवम्. इदानीं न्यायिकैः किम् उच्यते? यत् सर्वम् अस्मिन् जगति वर्तते तत्सर्वं प्रमेयं भवति. तत्सर्वं प्रमेयं नाम किं? केनचित् प्रमाणेन ज्ञातुं शक्यते एव, भवतु नाम ईश्वरः, भवतु नाम आत्मा, यत्किमपि अस्ति तत्सर्वं प्रमेयम् अस्ति इति एकम्. यत्किमपि प्रमेयम् अस्ति, यत्किमपि अस्मिन् वस्तु अस्मिन् जगति अस्ति, यत्किमपि प्रमाणेन केनापि प्रमाणेन ज्ञातुं शक्यते, तत्सर्वम् अभिधेयं भवति. नाम तस्य सर्वं तस्या सर्वस्य कश्चन नाम पादेन पादेन अभिधेयत्वयोग्यत्वं वर्तते. केनचित् पदेन अभिधेयं भवति. इदानीम् ईश्वरः अस्ति अस्मिन् लोके, अत एव ईश्वरः अभिधेयः नाम पादेन वक्तुं शक्यः, अभिधातुं शक्यः. किन्तु तर्हि अनेकेषु श्लोकेषु अप्रमेयः इति पदम् आगच्छति. वेदान्ते वेदान्तिनः अपि मतं तादृशं वेदान्तिनः तत्र अपि न तु केवलं वेदान्तिनः, सः पौराणिकः तत्र सामान्यतः तत्रापि तथापि वक्तुं शक्यते. ईश्वरः प्रमेयः ज्ञातुं शक्यः, सर्वज्ञ सर्वप्रमाण अतिरिक्तः. परन्तु न्याय इदानीं न्यायशास्त्रे भवामः इति चेत् तर्हि ईश्वरः प्रमेयः एव. इदानीम् अस्मिन् अनुमाने किं भवति? हेतुः असाध्यं भवति अभिधेयत्वं, भवतु नाम. तर्हि इदानीं व्याप्तिलक्षणं पश्यामः इति चेत् तर्हि किं भवति? अभिधेयत्वाभावाधिकरण आवृत्तित्वं. तर्हि अभिधेयत्व अभावः नास्ति कुत्रापि अस्मिन् लोके इति उच्यते. तर्हि अनेन इदानीम् अयम् उच्यते केवल अन्वयि, केवल अन्वयिहेतु अथवा केवल अन्वयि अनुमानं. नाम तत्र यः कोऽपि विपक्षः नास्ति, यथा धूमवाह्नी समये तत्र ह्रदम् अस्ति, घटः वा अस्ति, तत्र सर्वदा साध्यः नास्ति, हेतुः अपि नास्ति. अतः एव तत्र व्यतिरेकव्याप्तिम् उपस्थापयितुं शक्यते. यत्र यत्र वाह्निः नास्ति तत्र तत्र धूमः नास्ति. परन्तु अस्मिन् प्रागुक्ते अनुमाने यत्र यत्र अभिधेयत्वं नास्ति तत्र तत्र प्रमेयत्वं नास्ति, तत्र कुत्रापि एव वक्तुं न शक्यते. अत एव अस्मिन् तादृशे अनुमाने अव्याप्तिः भवति अस्य लक्षणस्य. परन्तु भवतु न वस्तुतः तत्सर्वम् इदानीम् अप्रासङ्गिकम्. इदानीं तत्र द्रोणमहोदयेन नोक्तम् अग्रे आगच्छति इति मन्ये. इदानीं तत्र किमर्थं वदामि? यतोहि तथा इदानीम् अस्य लक्षणस्य कदाचित् तत्र अवगमनं स्पष्टीभवति इति कृत्वा उक्तं मया. परन्तु प्रासङ्गिकं यत् वर्तते तत् तदेव अवगन्तव्यम्. इदानीं व्याप्तेः लक्षणं दत्तं, सद्याभाववत् अवृत्तित्वम् इति कश्चन सम्बन्धः. अस्माभिः अनेकदा उक्तम्, इदानीम् अनेकदा दृष्टम्, इदानीं त्वातलयोः तत्र प्रयोगेन सम्बन्धः उच्यते. यथा पितृत्वं वा सम्बन्धः एव अपि वक्तुं शक्यते. इदानीम् अत एव इदम् एव सद्यभावाधिकरणवृत्तित्वम् अथवा अवृत्तित्वम् इदम् एव सम्बन्धः कश्चन अस्ति. सः सम्बन्धः कुत्र? एतौ एव. भगिनि लक्ष्मी भगिनि अवगमयति वा? एवम्. इदानीं तत्र तर्हि परीक्षां कुर्मः अस्य लक्षणस्य. इदानीं भवतु यादि इदं व्याप्तेः लक्षणं. तर्हि इदानीं पश्यामः अस्माभिः किम् इष्टं. चत्वारः वा अथवा पार्वतः इष्टः विषयः. तर्हि तत्र वह्नि अभाव अधिकरणत्वं पार्वते अस्ति वा? नास्ति. नास्ति. गुड्, भवतु. तर्हि ह्रदे तु पार्वताभाव अभावाधिकरणत्वम् अस्ति. वह्नि अभावाधिकरणत्वं ह्रदे. ह्रदे तु नास्ति वाह्निषि. अभावाधिकरणमस्ति. इदानीं तत्र परन्तु ह्रदे किम् अस्ति? जलमस्ति, तत्र मीनाः सन्ति, अनेकं किमपि सन्ति. परन्तु ह्रदे अवश्यं किं नास्ति? वाह्निः नास्ति इति एकम्. अपि च किं कदापि ह्रदे न भवति? उष्णता इति अपि तत्र स्यात्. अपि च धूमः. तथा एव घटे यत् वाह्निः नास्ति, अपि च घटे कदापि धूमः न भवति. अपि च उष्णतां स्वीकृत्य इदानीं तत्र अपि प्रसिद्धम् उदाहरणं वर्तते. अयोगोलकम् अयः नाम ऐरन् बौल्. तत्र ऐरन् बौल् अयोगोलकं यथा उष्णतां तु प्राप्नोति, परन्तु तत्र तु कदापि धूमः न भवति, वाह्निश्च न भवति. न, वाह्निः नास्ति चेत् धूमः अपि न भवति. किन्तु अयोगोलकं तत्र भवतु नाम तत्र वाह्निः तत्र वाह्निः नास्ति, परन्तु तत्र उपाधिकः तत्र अतिशुष्कं काष्ठं यदा दह्यते तत्र कदापि वाह्निः न भवति, क्षम्यतां, धूमः न भवति. उपाधिः न स्वीक्रियते. परन्तु भवतु नाम तत्र वाह्नि अभावः नास्ति, अतः एव नास्ति कोऽपि तत्र ह्रदे अत्र वाह्नि अभावः नास्ति, अतः एव समन्वितं लक्षणम् अत्र. अस्माकं केवलं ये विषयाः अत्र परिशील्यन्ते यत्र वाह्नि अभावः अस्ति अथवा वाह्नि नास्ति. ह्रदे वाह्नि नास्ति, घटे वाह्नि नास्ति, अयोगोलके वाह्नि नास्ति. परन्तु अतिशुष्क कष्टदाहने वाह्निः तु अस्ति एव. अत एव अत्र अयम् इदं व्याप्तिलक्षणं तत्र अस्य कोऽपि विषयः नास्ति, अवकाशः नास्ति. इदानीम् अस्मिन् लक्षणे केवलम् इमे विषयाः परिशील्यन्ते येषु वाह्नि अभावः, सद्य अभावः. न तु हेतु अभावः. भवतु तर्हि अग्रे गच्छामः इच्छामि. लक्ष्मी भगिनि पतति वा वह्नेः अधिकरणानि. आम् वह्नेः अधिकरणानि पर्वतचत्वरमहानसङ्गोष्ठादीनि पर्वतचत्वरमहानसङ्गोष्ठादीनि वह्नेयभावस्य अधिकरणं ह्रदः भूतलं पुस्तकं लेखनी इत्यादीनि अनन्तानि. तेषु अभाव अधिकरणेषु कदाचिदपि धूमः न भवति. अतः तानि यानि अभाव अधिकरणानि तन्निरूपित आदेयता वृत्तित्वं भूमे कदाचिदपि न सम्भवति. कुत्र तर्हि सा आधेयता भवेत्? तरे जलं स्यात्, पुस्तके लेखनी स्यात्, एवं च हरदादिनिरूपितवृत्तित्वं जले मीने लेखन्यां वा भवति. वृत्तित्व अभावः धूमे भवति. एवं विधौ हि धूमस्य स्वभावः यत्र यत्र वह्निः नास्ति तत्र धूमोऽपि न भवति. तेन वह्नि अभाव अधिकरणे वह्न्यभाव अधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति. इदं यत् अवृत्तित्वं वृत्तित्व अभावः धूमनिष्ठः सा एव धूमनिष्ठा व्याप्तिः. अस्तु कण्ठशः वन्देः अधिकरणं कुत्र कुत्र अस्ति इत्युक्ते पर्वत चत्वर इति यागसमये यथा भूमिः तत्र किमपि यागं यागस्य कृते परिष्कृता भवति, तदुपरि तदनन्तरं तत्र अग्निः पद्यते. सा एव तत्र यागार्थपरिष्कृता भूमिः चत्वारः इत्यादि. द्रोणमहोदयेन अङ्गणम् इति कश्चन पर्यायः वर्तते. अङ्गणं नाम किम् अहं स न जाने. तत्र गृहे वा चत्वर महान् सङ्गोष्ठादि महानस गोष्ठादीनि. महानस इत्युक्ते पाकशाला, गोष्ठ इत्युक्ते गोशाला. अस्तु तत्र वह्नेः अधिकरणं भवति. वह्नि अभावस्य अधिकरणम् अस्ति हृदः भूतलं पुस्तकं लेखनी इत्यादीनि. तेषु अभाव अधिकरणेषु भगिनि एकं वदामि केवलम्. इदानीम् अस्माभिः किं क्रियते, इदानीं यत् लक्षणं दत्तं तस्य लक्षणस्य परीक्षा एव क्रियते. इदानीं सा तद् लक्षणं समन्वय तत्र हेतौ वा धूमे समन्वेचि न वा इति ज्ञातुम् इदानीं तत्र प्रारब्धः अयं विचारः. इदानीं पश्यामः, क्रमशः पश्यामः वह्नि अभावाधिकरणवृत्तित्व अभाव अभावः इति लक्षणं दत्तम्. इदानीं प्रति सोपानं गच्छामः. वह्निः भवतु नाम ज्ञातम् अस्माभिः, वह्नि अभावः कुत्र अथवा वह्नि अभावाधिकरणं किम् इति उक्तं. ह्रादः भूतलं पुस्तकं तत् इतः तत्र तत्र क्रमेण एव गच्छति तत्र ग्रन्थकारः. आम् प्रथमं साध्य अभावः तत्र हृदः भूतले पुस्तके लेखनी इत्यादि स्थलेषु सन्ति. यत्र यत्र वह्निः न अस्ति तेषु अभाव अधिकरणेषु कदाचित् अपि धूमः अपि न भवति इति सत्यम्. अनन्तरं ततः तानि यानि अभाव अधिकरणानि तन्निरूपित आदेयता आदेयता वृत्तित्वं भूमे कदाचित् अपि न सम्भवति. पुनः तदेव उक्तं, किन्तु अन्य यत्र यत्र साध्यभावस्य अधिकरण यत्र यत्र साध्यस्य अभावः तस्य अधिकरणः अधिकरणमस्ति तत्र तत् अभावस्य अधिकरणे अभावस्य अधिकरण अधिकरणनिरूपित आदेयता वा वृत्तित्वं कदापि भूमे न भवति. आवृत्तित्वं भूमे भूमे कदाचित् भवति. इदानीं तत्र वाक्न्याभावाधिकरणनिरूपित अधेयता अस्ति लोके कुत्रापि, परन्तु धूमे न भवति इति तावत्. अस्तु कुत्र तर्हि सा अधेयता भवेत्? सर्वे जलं स्यात्. अस्तु, तादृश वह्नेः अभावस्य अधिकरणं निरूपित आदेयता कुत्र भवेत् इति प्रश्ने हृदे जले जले जले जले जले पुस्तके लेखनी स्यात्. लेखन्यां लेखन्यां वाक्नि अभाव आक्नि अभाव अधिकरण वाक्नि अभाव अधिकरणता निरूपिता देयता लेखन्यां वर्तते. आम् अस्तु. एवं वाकरणम् पुस्तकम् अधिकरणं पुस्तकं वाक्न्याभावाधिकरणं पुस्तकं तद्निष्ठाधिकरणता निरूपिता देयता लेखन्याम् अस्ति लेखन्याम् अस्ति एवं च हृदादिनिरूपितवृत्तित्वं हृदादिनिरूपितवृत्तित्वं जले मीने लेखन्यां वा भवति. अस्तु आम् अस्तु हृदादिनिरूपितवृत्तित्वं जले मीने लेखन्यां वा भवति. अस्तु वृत्तित्व अभावः धूमे भवति. अवगच्छति वा हृदादिनिरूपितवृत्तित्वं जले? भूतलनिरूपितं निरूपितवृत्तित्वं घटे घटवत् भूतलम् इति चेत् अत्र साध्याभाव अधिकरण निष्ठ अधिकरणता निरूपित अधेयता निष्ठ जलमीनं लेखन्या इति. जले आदेयत मीने आदेयत लेखन्यां यत् आदेयत तावदेव तावदेव तावदेव. एवमेव वृत्तित्व अभावः धूमे भवति इत्युक्ते वृत्तित्व अभावः धूमे भवति इत्युक्ते यत्र वह्नेः अभावः अस्ति यत्र यस्मिन् अधिकरणे वह्नेः अभावः अस्ति तत्र तन्निरूपित अधिकरणस्य न क्षम्यताम् तत्र धूमस्य अभावः अपि अस्ति धूमस्य अभावः अपि अस्ति इत्युक्ते धूमस्य अभावः अस्ति इत्युक्ते आदेयत्वधूमे अस्ति तस्य अभावः अधेयता तर्हि पुनीत्वा वदामि महोदय क्षम्यतां उच्यताम् उच्यताम् अस्तु वृत्तित्व अभावः धूमे भवति. अस्तु इत्युक्ते आदेयता धूमे नास्ति इति इत्येव वाक्यस्य आशा, किन्तु आदेयता किमर्थं धूमे नास्ति इत्युक्ते वह्नेः अभावः अस्ति अतः तत्र धूमः एव नास्ति धूमः नास्ति इति कृत्वा तत्र धूमस्य वृत्तित्व अभावः अथवा वृत्तित्व अभावः धूमे. एवं विधा एवं विधि धूमस्य स्वभावः यत् यत्र वह्निः नास्ति तत्र धूमो अपि न भवति. अस्तु, एतदेव व्यतिरेक वाक्यमस्ति. यत्र यत्र यत्र वह्निः नास्ति तत्र धूमः अपि न भवति इति वाक्य अन्य व्यतिरेकवाक्यं. तेन वह्नि अभाव अधिकरणेषु तेन वह्नि अभाव अधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति. एतेन वाक्येन इत्युक्ते व्यतिरेकवाक्येन वाक्यं निरूप्यते यत् यत्र यत्र यत्र येषु अधिकरणेषु वन्येः अभावः अस्ति तत्र धूमस्य अवृत्तित्वमपि अस्ति. इत्युक्ते धूमस्य अवृत्तित्वमपि अस्ति इति तत् वाक्यं सिद्ध्यति, व्यतिरेकव्याक्यं सिद्ध्यति. इदं यत् अवृत्तित्वं वृत्तित्व अभावः धूमनिष्ठः सा एव धूमनिष्ठा व्याप्तिः. इदं यत् अवृत्तित्वम् अस्तु, अवृत्तित्वम् इत्युक्ते वृत्तित्व अभावः, वृत्तित्वभावः, वृत्तित्वभावः धूमनिष्ठः, धूमनिष्ठवृत्तित्व अभावः एव व्याप्तिः इति अत्र उच्यते. तत् अहं सम्यक् न अवगतवती, किमर्थं धूमनिष्ठवृत्तित्वभावः व्याप्तिः इति उच्यते, तत् मया अवगतम्. इदानीं व्याप्तिः अस्माभिः किम् उक्तं, व्याप्तिः कश्चन सम्बन्धः वर्तते, नाम वाक्धूमयोः सम्बन्धः. इदानीं चित्रे पश्यति चेत् भवति, तर्हि तत्र तत्र सर्व अधस्तन तत्र सर्व अधः क्षम्यतां धूमः वर्तते. यत् किमपि धूमात् उपरि अस्ति तत्सर्वं वाह्नि पदार्थेन बोध्यते. सद्य अभावाधिकरणवृत्तित्वाभावः अथवा सद्य अभावाधिकरणवृत्तित्वम् एतत् सर्वं व्याप्तेः इति पदस्य अर्थः. अतः इदानीम् अस्मिन् चित्रे सुस्पष्टमस्ति, अयं सर्व इदं सर्वं वाह्नि व्याप्तिपदार्थस्य अर्थभूतं हेतौ तिष्ठति, धूमे अस्ति. व्याप्तिः कुत्र? हेतौ. व्याप्तिः कीदृशः? कीदृशी? हेतुनिष्ठा, धूमनिष्ठा. अस्तु, व्याप्ति इति कश्चन सम्बन्धः, यदि तादृशं स्वीकुर्मः चेत् वृत्तित्वभावः धूमनिष्ठः, वृत्तित्वभावः धूमनिष्ठः इति तत् समीचीनं. वृत्तित्वभावः धूमनिष्ठः तत् समीचीनं. व्याप्तिः इति कश्चन सम्बन्धः चेत् सम्बन्धः सर्वदा द्विनिष्ठः खलु. तत् इत्युक्ते सम्बन्धः यदि वदामः चेत् तयोः मध्ये सम्बन्धः इति तत् अपेक्षा अस्ति. अतः केवलं धूमनिष्ठ इति वदामः चेत् अन्यपक्षे किम् अस्ति इति तत् अपेक्षा. तत् किमर्थं तत् व्याप्तिः व्याप्तेः लक्षणे तत् न अस्तु, साध्य अभावत् वृत्तित्वं व्याप्तिः. इति भवान् पूर्वम् उक्तवान्, किन्तु अत्र पुस्तके केवलं वृत्तित्वभावः धूमनिष्ठः सा एव धूमनिष्ठा व्याप्तिः इति पुस्तके तदेव इदं यत् इदं यत् अवृत्तित्वम् इति उक्तं. यत् पदेन किं कस्य परामर्शः? यत् सर्वं प्राक् उक्तं, नाम ह्रदादि इत्यादिकं वाह्नि अभावादिकरणं ह्रदादि तत्र अवृत्तित्वम् अस्तु. ओ अधुना समीचीनम् अस्तु. साध्य यत्पदेन साध्याभावं बोध्यते. परन्तु भगिनि तत्र अस्माभिः एषा रीतिः अनेकदा दृष्टा इति मन्ये तत्र अस्मिन् ग्रन्थे. इदानीं यत्र यथा उक्तं मया, पुत्रः अस्ति अस्य पिता. इदानीं यत् पुत्रस्य पितरि सम्बन्धः सः पितृत्वम् इति उच्यते. एवं तत् तु स्पष्टमेव वा. अतः एव अत्रापि अनेन एव प्रकारेण अत्र अवृत्तित्वम् अपि च न तु केवलम् अवृत्तित्वं परन्तु सद्य अभावाधिकरण अवृत्तित्वम् इति कश्चन सम्बन्धः तावदेव स्वीक्रियते व्याप्तिः. तर्हि किं तर्हि अग्रे गच्छामः राजेन्द्रमहोदय. आम् महोदय. एवं पदानां स्वभावान् आदाय अस्माभिः व्याप्तिः निरूपिताः. एतादृशः व्याप्त आख्यसम्बन्धः यस्मिन् ज्ञायते तस्य हेतुभूतस्य धूमस्य ज्ञानेन वन्नेः ज्ञानं भवति. तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमेन केवलं व्याप्तिम् अवगाहते, किन्तु धूमः वह्निः व्याप्य इति पर्वतः धूमान् इति ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं धूमे व्याप्तिं च अवगाहते. तच्च धूमज्ञानं परामर्शः इति उच्यते. यत् अग्रिम क्षणे वह्निः प्रमा अनुमितिरूपा उत्पद्यते. इदानीं एवं पदानां स्वभावान् आधाय अस्माभिः व्याप्तिः निरूपितः. अत्र पूर्वस्मिन् परिच्छेदे तत् व्याप्तिः निरूपिताः यत्र साध्य अभावत् अवृत्तितं धूमे अस्ति, तत् सः अवृत्तितम् एव व्याप्तिः अस्ति. तमेव व्याप्तिः वदामः. तथा पूर्वस्मिन् परिच्छेदे निरूपितः. एतादृशव्याप्ति आख्यसम्बन्धः यस्मिन् ज्ञायते तस्य हेतुभूतस्य धूमस्य ज्ञानेन वह्निः ज्ञानं भवति. एतादृश व्याप्ति आख्यः सम्बन्धः यस्मिन् ज्ञायते, अस्मिन् उदाहरणे वह्निधूमयोः मध्ये धूमे हेतुः यः अस्ति, हेतुभूतस्य धूमेन धूमस्य यः ज्ञानेन तत्र वह्नेः ज्ञानं भवति. यथा वयं जानीमः, वयम् अस्माकं ज्ञानम् उत्पाद्यते, व्याप्तिज्ञानम् उत्पाद्यते, तत्र सः ज्ञानं वह्नेः ज्ञानं तेन ज्ञानेन वह्नेः ज्ञानं भवति. तत् सम्यक् अस्ति महोदय. तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमेन केवलं व्याप्तिम् अवगाहते, किन्तु धूमवह्नि व्याप्य इति पर्वता धूमवान् इति ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं धूमे व्याप्तिं च अवगाहते. यथा तादृशी व्याप्तिसम्बन्धस्य जानीमः अवगच्छामः, तत्र तस्मिन् तत् ज्ञाने धूमेन केवलं व्याप्तिम् अवगाहते, धूमे व्याप्ति आख्य गुणः अस्ति. ज्ञानं धूमे व्याप्ति आख्य तद् वक्तुं शक्नुमः, व्याप्ति आख्य गुणः अस्ति अस्तु, अपि च न सम्बन्धः अस्ति व्याप्ति आख्यगुणः सम्बन्धः अस्ति धर्मः इति वक्तुं शक्यते, परन्तु गुणः तु नायिकैः तत्र परिगणितः सर्वे. व्याप्ति आख्य सम्बन्धः तत् जानीमः, परन्तु किन्तु तत्र धूमः वह्निः व्याप्य अस्ति, तत् कारणात् पर्वतः धूमवान् इति अपि जानीमः. तत् तेन यथा पर्वते धूमे व्याप्तिं च अवगाहयते, यथा पर्वते धूमः अस्ति तत् धूमे व्याप्ति सम्बन्धः अपि वयं जानीमः. तत् यथा वयं व्याप्तिसम्बन्धस्य ज्ञानं पुनः किञ्चित् वदामि महोदय. व्याप्तिरूपसम्बन्धस्य ज्ञानं यथा वयं जानीमः, तत्र न केवलं वयं जानीमः धूमे व्याप्तिसम्बन्धः अस्ति, व्याप्ति आख्य सम्बन्धः अस्ति, किन्तु धूमः वह्निः व्याप्यः इति तत् कारणात् इति पर्वतः धूमवान् इति ज्ञानाभ्यां वयं अस्माभिः ज्ञायते, ज्ञायते पर्वते धूमं धूमे व्याप्तिं च अवगाहयते पर्वते धूमम् अस्ति धूमे व्याप्तिम् अस्ति तत् यत् कालात् वयं जानीमः पर्वतः धूमान् धूमः वह्निव्याप्यः तच्च धूमज्ञानं परामर्शः इति उच्यते यथा यदा वयं तादृशी ज्ञानम् उत्पद्यते अस्माभिः धूमज्ञानं तत् धूमज्ञानं सः धूमज्ञानं परामर्शः वदामः परामर्शज्ञानं वदामः यद् अग्रिमक्षणे वह्निप्रमा अनुमितिरूपा उत्पद्यते यदा अस्माभिः मनसि परामर्श आत्मनि परामर्शज्ञानम् उत्पद्यते अग्रिमक्षणे वह्नि तत् पर्वतावह्निमान् तत् तादृशी प्रमा अनुमतिरूपेण अस्माभिः उत्पद्यते एवं भो इदानीं तत्र सारांशमपि वदामि इदानीं न केवलं व्याप्तिम् अवगाहते इति अस्य वदामि कैश्चन तत्र मीमांसकः इति मन्ये कदाचित् एव तत्र इदानीं परामर्शः व्याप्तिम् एव अवगाहते परन्तु नायायिकैः तत्र किम् उच्यते इदानीं व्याप्तिम् एव अवगाहते इति चेत् तर्हि तत्र अथवा नायायिकैः व्याप्तिपदं केनापि अन्य तत्र अन्येन प्रकारेण उपस्थाप्यते व्याप्तिः नाम केवलं सामान्यसम्बन्धः इदानीं यत् लोके धूमवाह्नि धूमसामान्यवाह्निसामान्ययोः यः सम्बन्धः वर्तते सः सम्बन्धः वाह्निः इति एकम् अत एव वाह्निज्ञानात् अयं पार्वतः वाह्निमान् इति अनेन सम्बन्धेन एव तत्र किमपि वाह्निज्ञानं न सम्भवति अत एव अनुमितेः कृते तथा ज्ञानद्वयम् अपेक्षितं भवति एकं ज्ञानम् अस्ति धूमसामान्यवाह्निसामान्ययोः यः सम्बन्धः व्याप्तिः व्याप्तिरूपः सम्बन्धः सः ज्ञायते इति एकं ज्ञानं द्वितीयं ज्ञानम् अयं पार्वतः इयं पुरोवर्ती पार्वतः धूमवान् इति अन्यत् ज्ञानम् इदानीं तयोः द्वयोः ज्ञानयोः अथवा ताभ्यां द्वाभ्यां ज्ञानाभ्याम् अनुमितिः उत्पद्यते न तु केवलं धूमवत्वात् अथवा व्याप्तिज्ञानात् भवतु नाम अपि च इदानीं परामर्शः तत्र भवतु तर्हि अग्रे पश्यामः परामर्शः नाम कः समीचीनं वा अथवा स्पष्टं वा भवतु तर्हि सरला भगिनी तत्र अग्रिमं परिचयं ज्ञानद्वयेन परमार्शोत्पत्तिः कथं हि ताभ्यां ज्ञानाभ्यां परमार्श उत्पद्यते उच्यते विशिष्टवैशिष्ट्या वगाभिज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य कारणत्वं निरूपितमेव प्रत्यक्षखण्डे सन्निकर्षवर्णप्रसङ्गे परमार्शः अत्र भवति विशिष्टवैशिष्ट्यमेव अस्तु अत्र ताभ्यां ज्ञानाभ्यां यत्र उपरि वयं दृष्टवन्तः धूमवह्निव्याप्य एकज्ञानं यत्र वह्निव्याप्तिसम्बन्ध वयं साधितवन्तः अपि पर्वतधूमवान् द्वे इति द्वे ज्ञाने तेषां ताभ्यां परमाशति परमाशति ज्ञानम् उत्पद्यते उन् अनुमाद्या उत्पद्यते तत् अस्ति परमार्शज्ञानम् अस्ति. कथम् उत्पद्यते तस्य विशिष्टवैशिष्ट अवगाहि ज्ञानं यथा पूर्वं वयं दृष्टवन्तः दण्डीपुरुषस्य विशिष्टज्ञानं विशिष्ट अस्मिन् प्रकारेण विशेषण दण्डं पुरुषं विशिष्यते इति भवति दण्डीपुरुष भवति विशिष्टं विशिष्टवैशिष्ट अवगाहि ज्ञानं यत्र दण्डीपुरुष भूतलम् अस्ति तत् दण्डीपुरुष अस्ति इदानीं विशिष्ट भूतलम् अस्ति विशेषं सो विशेष विशेषं भूतले विशिष्टस्य सम्बन्धः अस्ति तत् अस्ति वैशिष्ट्यम् सो विशिष्ट विशेष ज्ञान सम्बन्ध अस्ति वैशिष्ट सो विशिष्ट वैशिष्ट अवकाहि ज्ञानं प्रति विशेषणता अवच्छेदक प्रकारक ज्ञानस्य तत्र विशेषणता अवच्छेदकम् अस्ति दण्डम् अस्ति न्यूनं वृत्ति पुरुषत्वम् अस्ति अधिकवृत्ति सो अत्र दण्डीपुरुष यः विशिष्ट अस्ति तस्मिन् दण्डं भवति विशेषणता अवच्छेदक प्रकार विशेषणता अवच्छेदक प्रकारक ज्ञानस्य कारणत्वं निरूपितमेव प्रत्यक्षखण्डे सन्निकर्ष वर्णन प्रसङ्गे यत्र वयं दृष्टवन्तः अस्मिन् उदाहरणे रमक्षिकवद्दण्डीपुरुषः तत्र किं किं कीदृशी स्थितिः मक्षिका इति अस्ति विशेषणं दण्डीपुरुष दण्डीपुरुष अस्ति विशिष्टं सो मक्षिका विशेषण अविच्छेद प्रकार अस्ति तस्य अवच्छेदकं भवति विशेषणता अवच्छेदकं तस् विशिष्टदण्डीपुरुषे वैशिष्ट्यम् अस्ति विशिष्टं विशेषं प्रति यत् सम्बन्धः अस्ति वैशिष्ट्यं तत् अस्ति सो मक्षिका प्रकार अस्ति एवम् एवं तर्हि विशेषणं किं विशेषणं मक्षिका दण्ड न न तत्र भगिनि तत्र इदानीं विशिष्टवैशिष्ट्य अवगाहि इदानीं वैशिष्ट्यदण्डपुरुषयोः एवं वा सम्बन्धः इदानीम् अस्मिन् तत्र तर्हि दण्डः विशिष्टः दण्डः विशिष्टः यः भवतु नाम परन्तु अयं तत्र इमां सम्बन्धम् आदाय विशेषणं भवति दण्डः वैशिष्ट्यसम्बन्धम् आदाय दण्डः विशेषण तर्हि दण्डे विशेषणता अस्ति इदानीं विशेषणता केन अवच्छिन्न अथवा कया अवच्छिन्न मक्षिकया अथवा मक्षिकवत्वेन अवच्छिन्न तर्हि विशेषण नाम दण्डः दण्डः विशेषण तत्र विशेषणता तस्याः विशेषणतायाः अवच्छेदकः मक्षिकत्वं भवतु नाम मक्षिकावत्वं नाम विशेषणतावच्छेदक अस्तु सो दण्ड दण्डीपुरुष यदि वयं वदामः तत्र दण्ड अस्ति विशेषणं पुरुषमस्ति विशेषं दण्ड तस्य विशेषणविशेषयो सम्बन्धः अस्ति तत् अस्ति वैशिष्ट्यम् इदानीं दत् विशेषणं मक्षिका इति विशेषणम् अपि पुनः विशेषणता दण्डे मक्षिकायां भवति साधु भवतु नाम मक्षिकायां परन्तु इदानीं या विशेषणता प्रसङ्गिकी सा दण्डे एव दण्डे विशेषणता अस्याः विशेषणतायाः अवच्छेदकः मक्षिका मक्षिकाः अस्तु एवं तावद् तर्हि अग्रे भगिनी परामर्शः परामर्श अत्र भवति पठामि दण्डी दण्डः विशेषणता तु दण्डी पुरुषः इति पुरुषस्य विशेषणः, किन्तु दण्डी पुरुषः मक्षिकवान् इति वदनेन इति यदा वदामः तदा मक्षिकवान् इति तत् विशेष्यं भवति खलु. मक्षिकवान् विशेषं भवति तत्र इदानीं किं मक्षिकवान् अत्र कः मक्षिकवान् पुरुषः वा दण्डः? पुरुषः न तत्र दण्डः मक्षिकवान् तत्र पुरुषः तिष्ठति अपि दण्डेन सह पुरुषः तिष्ठति दण्डम् उपरि मक्षिका इति अत एव मक्षिकवत् दण्डी पुरुषः इति उच्यते तत्र समास मक्षिकवत् तर्हि मक्षिका दण्डस्य विशेषणं भवतु नाम विशेषणम् अपि च दण्डः स्वयं पुरुषस्य विशेषणं तर्हि दण्डे विशेषणता वर्तते अस्य विशेषणता तत्र विशेषणता अवच्छेद का अवच्छेद की मक्षिका भवति. किन्तु महोदय किन्तु मक्षिका दण्डस्य उपरि वर्तते इति कथम् एतेन वाक्येन जानीमः इति दण्डविशिष्टः पुरुषः मक्षिकवान् इति प्रसङ्गः ज्ञेयः. परन्तु इदम् एव प्रसिद्धम् उदाहरणं वर्तते यथा दण्डी पुरुषवत् भूतलम् अत्यन्तं तथापि वक्तुं शक्यते कदापि भूतले दण्डः अपि च पुरुषः तत्रापि तादृशी स्थितिः अपि कदापि तत्र सम्भवति. परन्तु ज्ञायते सर्वैः दण्डी पुरुषवत् भूतलम् इत्यनेन किम् अभिप्रेतं तत्र भूतले पुरुषः सः अपि दण्डं ददाति अपि च तत्र मक्षिकावत् दण्डी पुरुषः अनेकदा शब्देन कथं ज्ञायते तत् समासः कदापि समासः इति चेत् तर्हि तत्र द्वन्द्वसमासः स्यात् द्वन्द्वसमासः इतरेतर स्यात् इति चेत् न द्वन्द्वसमासः इति न दन्दि मक्षिकवत् दन्दी पुरुषः अतु नाम कदापि सम्भवति भूतलं तत्र पुरुषमक्षिकवत् दण्डी च मक्षिकवान् दण्डी च सम्भवति. परन्तु इदानीम् एतत्तु प्रसिद्धमस्ति अपि च चित्रे तत् सर्वं स्पष्टम् अस्तु. चित्रे दण्डस्य उपरि मक्षिका अस्ति अतः चित्रेण एव अहं पूर्वं वयम् एतत् पठितवन्तः 168 मध्ये अस्ति तत्र वाक्यं तत्र तु वाक्यमस्ति दण्डविशिष्टः पुरुषः मक्षिकवान् तस्मिन् समये अहम् एवमेव अवगतवती तत् दण्डः पुरुषः अन्यः मक्षिका तस्य पार्श्वे भ्रमणं करोति इति किमपि तादृशम् अवगतवती अतः अहं सूचितवती. कुत्र कस्मिन् पृष्ठे 168 168 दण्डविशिष्टपुरुषः तत्र किम् आसीत् तत्र मक्षिकवान् विशेषता अवच्छेदक भवति मक्षिका तत्र एवम् तत्र तु वस्तुतः स्थितिः अन्या एव दण्डीपुरुष एकं स्थले विशेषणता अवच्छेदक अन्य विशेषणद्वयम् एव वर्तते तत्र पुरुषः दण्डी अपि च मक्षिकवान् तत्र तु अन्यः तत्तु सम्यक् तत्र अस्मिन् तत्र प्राक्तने पेज् यत् उक्तं भवत्या तत् सम्यक् एव तत्र विशेषणद्वयम् अत्र तु विशेषणद्वयं परन्तु मुख्यविशेषणम् एकं मुख्यप्रकारता अपि मुख्यप्रकारः एकः भवतु नाम तर्हि किं पठामः वा अस्तु परामर्श अत्र भवति विशिष्टवैशिष्ट्य अवगाहि ज्ञानरूपः यथा उदाहरणे मक्षिका विशिष्ट दण्डपुरुषे ज्ञायते इति तत् विशिष्टवैशिष्ट्य अवगाहि ज्ञानं भवति तद्वत् एव व्याप्तिविशिष्टधूम पर्वते ज्ञायते इति तद्भवति विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् यथा अत्र विशिष्टवैशिष्ट्यपुरुषे दण्डम् अस्ति विशेषणं तत् पुरुषम् अस्ति विशेषं दण्डी पुरुषः भवति तयोर्मध्ये वैशिष्ट्यं संयोगः अस्ति मक्षिका भवति दण्ड अवच्छेदक सो विशिष्टवैशिष्ट्यस्य अवच्छेदक मक्षिका अस्ति तथैव व्याप्तिज्ञाने व्याप्ति भवति विशेषणता अवच्छेदक धूम अस्ति विशेषणं तस्य विशेषणं ज्ञानम् अस्ति पर्वतो धूमवान् इति तस्य पर्वतधूमवान् इति ज्ञाने वैशिष्ट्यम् आगच्छति तत्र सो व्याप्ति महोदय भवान् तत्र उक्तं भवति तदेव सत्यम् इदानीं तत्र उदाहरणे आसीत् मक्षिका विशिष्टदण्डः सा तत्र तद्विशिष्टपुरुषः इदानीं पुरुषदण्डयोः मध्ये वैशिष्ट्यं कश्चन संयोगः वर्तते संयोगः सम्बन्धः कश्चन सम्बन्धः वर्तते दण्डः अत्र आसीत् अस्मिन् सम्बन्धे दण्डः नाम विशेषणम् अस्य अस्मिन् विशेषणता वर्तते तां प्रति मक्षिका अवच्छेदकः भवति तथा एव इदानीं पार्वतः धूमवान् इति अस्माभिः प्राक् उक्तं तथा ज्ञानद्वयं वस्तुतः अपेक्षितं भवति एकं ज्ञानं पार्वतः धूमवान् एतद् ज्ञानं तत्र एतद् ज्ञानं तत्र चित्रे अधोभागे वर्तते धूमः पार्वते धूमवान् पार्वतः तत्र इदानीं पार्वतः धूमविशिष्टः इति एकं परन्तु अनेन ज्ञानेन किमपि न ज्ञायते इदानीम् अस्माभिः न ज्ञायते चेत् धूमः धूमः वाग्निव्याप्यः न ज्ञायते इति चेत् तर्हि किम् अनेन भवतु नाम तथा धूमः अस्ति भवतु नाम परन्तु यदि अयां पर्वते ज्ञायमानधूमः स्वयम् एव व्याप्त्या विशिष्टः भवति यदा अस्माभिः ज्ञायते ओहो यथा धूम यत्र यत्र धूमः अथवा यत्र यत्र वाग्निः नास्ति तत्र धूमः नास्ति किमपि तत्र व्याप्तिज्ञानम् अस्ति चेत् तर्हि अनेन अस्मात् ज्ञानात् एव पार्वतः वाह्निमान् इति यत् लक्ष्यं यत् अनुमितिज्ञानं तत्र पश्चात् ज्ञायमानं लक्ष्यं ज्ञानं यत् वर्तते अस्मात् एव विशिष्टवैशिष्ट्यावगाहिज्ञानात् एवं पद्यते अतः एव इदानीं तत्र उक्तं कुत्र व्याप्तिविशिष्टः धूमः पार्वते ज्ञायते इति तद्भवति विशिष्टवैशिष्ट्यावगाहिज्ञानम् अयम् इदं ज्ञानं परामर्शः इति उच्यते परन्तु कथां तदनन्तरम् अनुमितिः उत्पद्यते तत् तत्र अग्रे भविष्यति वा सो पर्वत इति पक्ष धूमेन विशिष्ट भवति, तत्र अस्ति पर्वत धूमवान् इति वैशिष्ट्यं ज्ञान तयो मध्ये यत् वैशिष्ट्यम् अस्ति पर्वत धूमवान् ज्ञाने. तत्र यदि वयं जानीमः यत्र धूम तत्र तत्र वह्नी अस्ति तत्र व्याप्ति तद् धूम वह्नी व्याप्य विशिष्ट अस्ति व्याप्ति भवति अवच्छेदक धूमस्य. सो व्याप्तिः भवति धूमे वर्तमानस्य वर्तमानायाः विशेषणतायाः. इदानीं न्यायभाषाम् आश्रित्य तथा वक्तव्यम्. अस्तु, इदानीं धूमे विशेषणता वर्तते, सा विशेषणता व्याप्त्या अवच्छिन्ना अवच्छिन्ना. अस्तु, साधु. लक्ष्मी भगिनि. आं महोदय. सम्यक् अस्तु, तर्हि स्थगयामः अत्र एव. धन्यवादः महोदय, धन्यवादः, समीचीनम् अस्ति, धन्यवादः.